गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं श्रूयताम्, पश्चात् पाठः आरभ्यते। भगिनी स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने, विद्या परा देवता। विद्या राजसु पूज्यते न तु धनम्, विद्या विहीनः पशुः। ॐ श्री गुरुभ्यो नमः। नमः सर्वेभ्यः। साधु। धन्यवादाः भगिनी। धन्यवादः। अस्माकं विषयः अस्ति पञ्चमी विभक्तिः, पृष्ठसङ्ख्या 24 अधिक 100 पृष्ठं पश्यन्तु। 24 अधिक 100 पुटं पश्यन्तु। तस्मिन् पुटे उपरितने भागे सप्तमः अभ्यासः अस्ति, तस्मात् आरभ्य अद्य चिन्तनं करवाम। आरभ्य इति उपपदमस्ति चेत् पञ्चमी विभक्तिः भवति। भगिनी भवती एव आरम्भं करोतु। आवरणे दत्तानां शब्दानां पञ्चमी विभक्तिरूपैः यदोदाहरण रिक्तस्थानानि पूरयत। आवरणे तृतीया विभक्ति एकवचनमस्ति। आवरण आ उपसर्ग विभक्तिः का? विभक्ति तृतीया विभक्ति अस्ति न, तृतीया विभक्तिः अस्ति चेत् आवरणेन इति भवति। आवरणे सप्तमी अस्ति भगिनि, सप्तमी विभक्ति एकवचनं। क्षम्यतां भगिनि, एकवचनम् अस्ति। दत्तानां षष्ठी विभक्ति बहुवचनम् अस्ति। शब्दानां तदपि षष्ठी बहुवचनम् अस्ति। विशेषणभावः अस्ति दत्तानां शब्दानां। शब्दः दत्तः इति प्रथमाविभक्तिरूपम् अस्ति। दत्तानां शब्दानाम् इति विशेषणविशेष्यभावः अस्ति। दा धातोः क्तान्तरूपमेव दत्त। तत्र दो दद्घोः इति एकं सूत्रमस्ति, तेन सूत्रेण दा इत्यस्मिन् स्थाने दत् आदेशः भवति, अपि च अन्यानि कार्याणि सन्ति, अतः दा धातुतः दत्त। दा धातोः लटिरूपं किम् अस्ति? ददाति। उत्तमम्, अग्रे सरतु। दत्तानां शब्दानां शब्दः पदमस्ति प्रथमाविभक्ति। शब्दानां षष्ठीविभक्ति बहुवचनमस्ति। पञ्चमी विभक्तिरूपैः तृतीय बहुवचनमस्ति। उत्तमम्, रूपम् इति नपुंसकलिङ्गम्, अकारान्तप्रातिपदिकं रूप अस्ति, रूपैः फलैः इव, फलशब्दवत् रूपाणि भवन्ति। रूपं नपुंसकलिङ्गे अस्ति इति कारणतः पञ्चमी विभक्तिः इति समस्तपदमस्ति। तत्र कर्मधारयसमासः अस्ति। यथोदाहरणम् इत्यत्र अव्ययीभावसमासः अस्ति। रिक्तस्थानानि वदतु। रिक्तस्थानानि स्थानानि नपुंसकलिङ्ग स्थानं शब्दस्य स्थानानि भवति। स्थानं स्थाने स्थानानि। उत्तमं, स्थानं कीदृशम्? स्थानं ल्युडन्तपदमस्ति, नपुंसकलिङ्गपदमस्ति। उत्तमं, ल्युडन्तपदमस्ति, स्थानं रिक्तमस्ति अत्र, अतः रिक्तानि स्थानानि, रिक्तस्थानानि इत्यत्र इमानि स्थानानि रिक्तानि इति अर्थः। अत्रापि विशेषणपूर्वपदकर्मधारे समासः अस्ति. स्थानानि रिक्तानि, रिक्ता इति पदं विशेषणत्वेन प्रयुक्तमस्ति, अतः विशेषणपूर्वपदकर्मधारे समासः अस्ति. पूरयत, वदतु. पूरयत लोट् लकार मध्यमपुरुष बहुवचनमस्ति. उत्तमम्. एकवारं रूपाणि स्मारयतु. पूरयतु, पूरयतात्, पूरयतां, पूरयन्तु, पूरय, पूरयतं, पूरयत, पूरय, पूरय, पूरयत, पूरयतानि, पूरयानि, पूरयानि, पूरयाव, पूरयाम. उत्तमम्. अग्रे वदतु. उदाहरणमस्ति, नगरात् बहिः नदी प्रवहति. नगरं कोष्टे कोष्टके मध्ये अस्ति. नगरात् पञ्चमी विभक्ति अस्ति. नगरशब्दस्य नगरं शब्दस्य प्रथमाविभक्ति एकवचनरूपं नगरम् अस्ति, किन्तु प्रातिपदिकं किम्? प्रातिपदिकं नगर नगर. फलशब्दवत् प्रातिपदिकम् अस्ति, आकारान्तप्रातिपदिकं. पदं तु नपुंसकलिङ्गपदम् अस्ति. अत्र किमर्थं पञ्चमी विभक्तिः? बहिः अस्ति, उपपदम् अस्ति इत्यनेन नगरात् पञ्चमी विभक्ति भवति. उत्तमं. कर्मपदम् अस्ति वा अस्मिन् वाक्ये? नदी नदी प्रवहति तावदेव. स अकर्मकम् वह वह धातु न न न तदेव वक्तुमिच्छामि. वह धातुः तु द्विकर्मकधातुः. पठ् धातुः सकर्मकधातुः, किन्तु एकमेव कर्मपदं स्वीकर्तुं शक्नोति. किन्तु वह् धातुः द्विकर्मकधातुः अस्ति चेदपि अत्र कर्मपदस्य आवश्यकता नास्ति इत्यतः कर्मपदं नास्ति. धातुः सकर्मकः एव. नदी प्रवहति, नदी कुत्र प्रवहति? बहिः, नगरात् बहिः प्रवहति. उत्तमम्. अत्र बहु धातोः रूपाणि कानिचन विशिष्टरूपाणि सन्ति, भवती वक्तुमिच्छति वा? वहति, वहते द्वे रूपा स्तः, रूपः स्तः. अत्र वह् धातोः प्रसङ्गे किं प्रष्टुमिच्छामि इत्युक्ते, वह् धातोः तुमुन्नन्तं रूपं, तुमुन्नन्तरूपं वहितुम् ओढुम् ओढुम् ओढुम् वैशिष्ट्यमस्ति. वह् धातोः कटान्तरूपं किमस्ति? वह् धातोः कटान्तरूपम् ऊढ अस्ति. तावत् रूपम् ऊढवान् इत्युक्ते वह् धातोः प्रसङ्गे कानिचन विशिष्टरूपाणि सन्ति. अपि च वह् धातुः सम्प्रसारणी धातुः. वदतु. भवति वच् भवति वच्यपि, वच्यपि सम्प्रसारणी धातुः एव. वच् धातुः इव वह् धातुः अपि सम्प्रसारणी धातुः. केषुचित् रूपेषु सम्प्रसारणं भूत्वा रूपं सिध्यति, अतः एव वह् धातोः रूपम् ओढुम्. क्तान्तरूपम् ऊढः. नगराणि इत्यत्र अणत्वं केन सूत्रेण भवति? नगराणि, नगराणि रेपः अस्ति अकारः अट्कुप्वाङ्नुं व्यवायति इत्यनेन नगराणि. व्यवधानरूपेण के के वर्णाः सन्ति रेफदन्त्यनकारयोः मध्ये? रेपः अस्ति, अकारः अस्ति, नगराणि. रेफदन्त्यनकारयोः मध्ये आकारः अस्ति. आकारः अट् प्रत्याहारस्थवर्णः. सः वर्णः बाधकवर्णः नास्ति. सः वर्णः अस्ति चेदपि णत्वं भवितुमर्हति समानपदे. निमित्ता निमित्तिनोः मध्ये केचन वर्णाः व्यवधानरूपेण सन्ति चेदपि णत्वं भवितुं शक्नोति. अग्रे सूर्यकुमारी भगिनी भवती वदतु. हा भगिनि, प्रथम उदाहरण अभ्यासः. प्रकोष्ठात् बहिः बालाः क्रीडन्ति. बहिः उपपदपञ्चमी. बहिः अस्ति चेत् प्रकोष्ठात् पञ्चमी विभक्ति भवति. प्रकोष्ठः अकारान्त पुल्लिङ्गः अस्ति. बालाः अपि अकारान्त बहुवचनमस्ति. क्रीडन्ति क्रियापदं बहुवचनं. बालाः इत्यस्मिन् प्रसङ्गे लिङ्गं किम् इति कथं ज्ञातवती? बालाः न शक्यते भगिनि. किमर्थं? स्त्रीलिङ्गबाला अपि बालाः एव भवति. अत्र बालः इति अकारान्त पुंलिङ्गपदमपि भवितुमर्हति. तस्य बहुवचनरूपमपि बालाः, किन्तु स्त्रीलिङ्गे बाला इति रूपम् अस्ति चेदपि लताशब्दवत् रूपं भवति. अतः स्त्रीलिङ्गे बहुवचनमपि बालाः भवितुमर्हति, किन्तु तिङन्तपदस्य दर्शनेन तत्र लिङ्गं किम् इति अवगन्तुं न शक्नुमः. तिङन्तपदस्य प्रसङ्गे लिङ्गभेदः न दृश्यते, खलु? कृदन्तानां प्रसङ्गे तादृशभेदम् अवगन्तुं शक्नुमः, किन्तु तिङन्तपदं क्रीडन्ति अस्ति इत्यतः लिङ्गनिर्धारणं कर्तुं न शक्नुमः. क्रीडधातुः तु अकर्मकः एव, अतः कर्मपदं न स्वीकरोति. कन्दुकेन क्रीडन्ति इति एव वक्तुं शक्नुमः. कन्दुकं क्रीडन्ति इति असाधुवाक्यमस्ति. धातुः अकर्मकधातुः. अग्रे वदतु. द्वितीयबिन्दुः, गृहं कर्तृपदं. गृहात् बहिः वृक्षाः सन्ति. अस्मिन् वाक्ये कर्तृपदं किम्? गृहं न कर्तृपदं, वृक्षाः. इदं वाक्यं कर्तरीप्रयोगे अस्ति. वृक्षाः सन्ति इति लघुवाक्यं. वृक्षाः कुत्र सन्ति इति प्रश्ने सति वृक्षाः गृहात् बहिः सन्ति इति उत्तरं भवितुमर्हति. अत्र लघुवाक्यमस्ति, वृक्षाः सन्ति. अनयोर्मध्ये सम्बन्धः अस्ति. कर्तरीप्रयोगे कर्तृपदम् अपि च क्रियापदं द्वयोर्मध्ये सम्बन्धः अस्ति. कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति. कर्तृपदम् अनुसृत्य तिङन्तपदं सम्भवति कर्तरीप्रयोगे. कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं सम्भवति. गृहाणि इत्यत्र णत्वं केन भवति? गृहाणि अटुकुपुवाङ्गं योवायेपि सूत्रेण. हकारः अपि बाधितवर्ग न स्वर्ण बाधित अक्षं नास्ति. ऋकारनिमित्तमस्ति, रेफनिमित्तमस्ति. रेफः अस्ति इति वदामः वा ऋकारः? क्षम्यतां, ऋकार ऋकार वक्तव्यम् अपि. सो ऋकारः अपि निमित्तमस्ति. गृह बाधिकवर्णं नास्ति, अकार अपि नास्ति. गृहात् एकपदमेव अस्ति, नत्वं भवति. उत्तमम्. इदं पदम् अखण्डपदम्. अखण्डपदम् इत्युक्ते एकमेव पदम् अथवा समानं पदम्. सखण्डपदं भिन्नम्, अखण्डपदं भिन्नम्. वर्षाभ्यां नोणः समानपदे इति उक्तमस्ति. तस्य अनुवृत्तिः अट्कुप्वाङ्नुं व्यवायेपि सूत्रे अपि अस्ति. अत्र निमित्तमस्ति ऋकारः, कृष्णऋकारः निमित्तमस्ति. ऋकारात् परं हकारः आकारः अस्ति. हकारः कस्मिन् प्रत्याहारे अस्ति? अट् प्रत्याहारे अस्ति. अतः अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण नत्वं भवति. अत्र गृहम् इति पदमस्ति खलु, ग्रहधातुतः निर्मितं पदं गृहम्. ग्रहधातोः लटिरूपं किमस्ति? गृह्णाति. गृह्णाति. ग्रहधातुः अपि सम्प्रसारणी धातुः. ग्रह इत्यत्र रेफः अस्ति. रेफस्य स्थाने सम्प्रसारणं भूत्वा ऋकारः आयाति. सम्प्रसारणकार्यं यण्सन्धेः विपरीतं कार्यम् अस्ति. ग्रह इत्यत्र रेफः अस्ति. रेफस्य स्थाने ऋकारः सम्प्रसारणं भूत्वा आयाति. तत्र गेः कः इति एकं सूत्रमस्ति, तेन सूत्रेण निर्मितम्. अग्रे सरतु. प्रातिपदिकं गृह भवति खलु? गृह अकारान्तपुल्लिङ्ग अकारान्तस्त्री नपुंसकलिङ्ग फलशब्दवत् गृहं गृहे गृहाणि अस्धातोः रूपाणि वदतु सन्ति इति बहुवचनरूपं दत्तमस्ति नवरूपाणि वदतु अस्ति स्तः सन्ति असि स्तः स्ता अस्मिन् अस्व अस्मि अस्म अस्मि तदनन्तरम् अस्व अस्वः न अस्व अस्म भगिनि न क्षम्यतां स्वः स्मः क्षम्यताम् अस्व भूतकाल भूतकालार्थे उत्तमपुरुषरूपाणि अस्मि स्वः स्मः अग्रे वदतु वाटिका वाटिका स्त्रीलिङ्गपदमस्ति वाटिकात् बहिः मार्गाः सन्ति मार्गः अपि कर्तृपदमस्ति वाटिकात् बहिः अस्ति चेत् पञ्चमी भवति अत्र वाटिका इति आकारान्तस्त्रीलिङ्गपदमस्ति लताशब्दवत् अतः तस्य पञ्चमीरूपं किं भवति क्षम्यतां वाटिकायाः पुनः वदतु वाटिकायाः वाटिकायाः वाटिकायाः बहिः मार्गाः सन्ति वाटिका इत्यनेन भवत्याः अवगमनं किम् वाटिका गृहे एकं प्रदेशः अस्ति गृहम् इव वटी पञ्चवटी एवं वदामः खलु वाटिका इत्युक्ते हट् इति वक्तुं शक्यते एतेषु त्रिषु वाक्येषु कर्मपदं नास्ति प्रवहति इत्यत्र वहधातुः सकर्मकः चेदपि तत्र कर्मपदं न उक्तमस्ति किन्तु क्रीडन्ति सन्ति इत्यत्र असुधातुः अकर्मकः क्रीडधातुः अपि अकर्मकः अग्रे सरेम सुजाता भगिनी भवती वक्तुमिच्छति वा आं भगिनि चतुर्थबिन्दुः अस्ति पञ्चवादनं कोष्टके अस्ति आरभ्य इति उपपदमस्ति इत्यनेन पञ्चमी विभक्ति भवति पञ्चवादनात् आरभ्य पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति अत्र मन्दिरम् उद्घाटितं द्वयोर्मध्ये सम्बन्धः कः उद्घाटितं विशेषणविशेषभावः अस्ति मन्दिरं नपुंसकलिङ्गमस्ति उद्घाटितमपि नपुंसकलिङ्गमस्ति उत्तमम् अत्र इतोपि चिन्तनीयः विषयः कः इत्युक्ते उद्घाटित इति प्रातिपदिकमस्ति कृतान्तरूपमस्ति धातुः अकर्मकधातुः अस्ति चेत् कर्तृपदस्य विशेषणं भवति अस्मिन् वाक्ये कर्तृपदस्य विशेषणं मन्दिरं भवति इति लघुवाक्यमस्ति कीदृशं भवति मन्दिरम् उद्घाटितं भवति क्तान्तपदमस्ति साधारणतया सकर्मकधातुषु क्तान्तरूपाणि कर्मपदस्य विशेषणानि भवन्ति किन्तु धातुः अकर्मकधातुः अस्ति चेत् कर्तृपदस्य विशेषणानि भवन्ति अत्र उद्घाटित इति पदं कीदृशम् उद्घाटित सूर्यकुमारी भगिनी भवती वक्तुमिच्छति वा क्तान्तरूपम् इडागमा अपि नपुंसकलिङ्गमस्ति मन्दिरम् अनपुंसकं लिङ्गमपि किं वक्तुमिच्छामि इत्युक्ते उत्तु उपसर्गपूर्वकः घट् इति धातुः अस्ति किन्तु घट् धातुतः णिच् योजितमस्ति णिच् प्रत्ययः अपि अत्र अस्ति घाटित इति रूपम् अस्ति धातुः घट् अस्ति पठ् धातोः क्तान्तरूपं पठित किन्तु णिच्यपि अस्ति चेत् पाठित भवति एवमेव भवती वदतु घट्टयोगः णिच् उपदायाः उपदा अकार दीर्घ भवति घाटि भवति अतिदेशधातुः घाटि घाटियोगः अनुबन्धलोपानन्तरं ता एव तिष्ठति घाटि इरागमनास्ति घाटि नो नेरनिटि कार्यं करोति वा नो चेत् निष्ठायां सेटि कार्यं करोति वा निष्ठायां सेटि कार्यं करोति तापत्रे निष्ठाप्रत्यय निजन्तानां प्रसङ्गे सूत्राणि कानिचन विशिष्टसूत्राणि सन्ति नेरनिटि इति सूत्रं ल्युडन्तानां प्रसङ्गे कार्यं करोति किमर्थं चेत् अनिट् प्रत्ययः लुट् प्रत्ययः अनियर् प्रत्ययः अनिट् प्रत्ययः तेषां प्रसङ्गे नेरनिटि कार्यमस्ति किन्तु अत्र निष्ठायां सेति इति सूत्रेण णेः लोपः भवति इति कृत्वा इकारः अपगच्छति तेन घाटित इति प्रातिपदिकं सिद्ध्यति ल्युडन्तं किं भवति अत्र णिच्युक्तं ल्युडन्तं णिच् लुडन्तं लिट् न भवति चेत् अनिट् भवति घाटनं घटनं घाटनम् उद्घाटनं घाटनं उद्घाटनं तत्र घाटि इति नूतनधातुः उद्घाटनं उद्घाटनम् इत्युक्ते ओपनिङ्ग् किन्तु तस्य विपरीतार्थशब्दः कः क्लोसिङ्ग् एकं विशिष्टं पदमस्ति पिधानं पिदधाति पिधानम् इति ल्युडन्तपदमस्ति पिदधाति इति लटिरूपम् अस्ति तत्र विशिष्टं कार्यं भवति इति कृत्वा पिदधाति इत्युक्ते क्लोसिङ्ग् इति अर्थः तस्य ल्युडन्तमस्ति पिधानम् उद्घाटनं पिधानम् उद्घाटितं पिहितम् इति भवति तत्र धातुः अस्ति धाधातुः धाधातोः रूपमेव हित धाधातोः रूपमेव पिहित इति तत्रापि एकं विशिष्टं सूत्रमस्ति दधातेर्हि इति सूत्रेण धाधातुतः विहित हित इत्यादीनि रूपाणि सिद्ध्यन्ति इति एका वार्ता उद्घाटितं पिहितम् अग्रे वदतु बाल्यकालः समस्तपदमस्ति अकारान्तपुल्लिङ्ग एकवचनं बाल्यकात् आरभ्य एव कृष्णः बहु चटुलः आसीत् कृष्णः कर्तृपदमस्ति आरभ्य उपपद अस्ति आरभ्य उपपद अस्ति चेत् पञ्चमी विभक्ति भवति बाल्यकालात् आरभ्य एव कृष्णः बहु चटुलः आसीत् बहु चटुलः विशेषणविशेषसम्बन्धः आसीत् अपि अकर्मकधातुः अस्ति चेत् कर्मपदं नास्ति उत्तमम् अपि च लङ् रूपम् अस्ति आम् आसीत् आस्ताम् आसन् एवं रूपाणि भवन्ति बाल्यकालः बाल्यं बाल्यमित्युक्ते बालस्य भावः बाल्यं तद्धितप्रत्ययान्तपदम् अस्ति बाल्यकालः इति समस्तपदमेव अत्र बाल्यम् इत्युक्ते शैशवं शिशुत्वं शैशवं शिशुता इमानि पदानि अपि वक्तुं शक्यन्ते शिशोः भावः शैशवं बालस्य भावः बाल्यं चटुलः इत्युक्ते चटुलः चटुलः इत्युक्ते इङ्ग्लिश् कन्निङ्ग् संस्कृते चतुर चतुरः वा नो चेत् चञ्चलः आक्टिव् इति वदामः वा चञ्चलः चञ्चलः इति वक्तुं शक्यते आक्टिव् इति वदामः खलु चतुरः भिन्नः चटुलः भिन्नः चतुरः इत्युक्ते इण्टेलिजेण्ट् तादृशार्थः अत्र नास्ति इति मन्ये शिथिलः कन्निङ्ग् कन्निङ्ग् नास्ति एक्टिव् पर्सन् चञ्चलः इति मम अवगमनमस्ति. सुजाता भगिनी भवती करोतु. पौषमासः इति कोष्टके अस्ति आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं भवति. पौर्णमासात् आरभ्य आरभ्य उपपदमस्ति इत्यनेन पञ्चमी विभक्ति भवति. पौषमासात् आरभ्य ज्येष्ठमासपर्यन्तम् उत्तरायणं कर्मपदमस्ति. न, भूधातुः अकर्मकधातुः. उत्तरायणं कदा भवति? पौषमासात् आरभ्य ज्येष्ठमासपर्यन्तम्. उत्तमं. कदा भवति इति प्रश्ने सति पौषमासात् आरभ्य ज्येष्ठमासपर्यन्तं भवति. पौर्णमासी इति भिन्नं पदं, पौषमासः इति भिन्नं पदं. पुष्य इति शब्दात् निर्मितं पदमस्ति, तद्धितान्तपदमस्ति इति कृत्वा आदिवृद्धिः भवति. पुष्य इति प्रातिपदिकात् पौष इति रूपं सिध्यति. यकारस्य लोपः भवति. नक्षत्रेण युक्तः कालः इति सूत्रमस्ति. नक्षत्रेण युक्तः कालः इति सूत्रेण पुष्य इति शब्दात् पौष इति रूपम् अस्ति. पुष्येण युक्तः कालः, पुष्यशब्दात् पौष इति रूपं सिध्यति. उत्तरायणम् इत्यत्र णत्वं भवति. रामायणम् इत्यस्मिन् पदे विशिष्टसूत्रेण णत्वं भवति. पूर्वपदात् संज्ञायामगः इति सूत्रेण रामायणम् इत्यस्मिन् पदे णत्वं भवति. उत्तरायणम् इत्यत्रापि तदेव सूत्रं कार्यं करोति वा इति चिन्तनीयम्. पूर्वपदात् संज्ञायामगः इति सूत्रेण रामायणम् इति शब्दे अणत्वं भवति. अग्रे करोतु. सः प्रतिदिनं रिक्तस्थानमस्ति आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति. सायङ्कालं कोष्टके अस्ति. आरभ्य इति उपपदमस्ति. सायङ्कालात् आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति. सः प्रतिदिनं सायङ्कालात् आरभ्य रात्रिपर्यन्तं गीताभ्यासं करोति. गीतायाः अभ्यासं समस्तपदमस्ति. गीतायाः अभ्यासः, तत्र विग्रहवाक्यं कथं वक्तव्यं? गीतायाः अभ्यासः तम्. उत्तरायणम् इत्युक्ते सूर्यस्य उत्तरदिशि गमनम्, उत्तरस्यां दिशि अयनम्. अयनम् इत्युक्ते गमनम्. अयधातोः अयते गत्यर्थकधातुः अस्ति. सूर्यस्य उत्तरदिशि गमनम् इति भवितुमर्हति. सः गीताभ्यासं करोति इति लघुवाक्यं. कदा करोति? सायङ्कालात् आरभ्य रात्रिपर्यन्तं. रात्रेः पर्यन्तं, रात्रिपर्यन्तं, तदपि समस्तपदमेव. प्रतिदिनं वदतु. दिनं दिनं प्रतिदिनं. दिनं दिनं प्रति, तथा विग्रहवाक्यं वक्तव्यमस्ति. दिनं दिनं प्रति, प्रतिदिनम्. अव्ययीभावसमासः अस्ति. अव्ययीभावसमासयुक्तानि पदानि अव्ययपदानि भवन्ति. प्रतिदिनम् इव प्रत्येकम् इति पदमस्ति. वदतु. प्रत्येकं, एकम् एकं प्रति. उत्तमम्. प्रत्यहम्. प्रत्यहम्. अहम्. अहं प्रति न जानामि भगिनि. अहन् इति नकारान्तप्रातिपदिकमस्ति. नकारान्तप्रातिपदिकमस्ति अहन्. तस्य रूपाणि कथं भवन्ति? अहः, अहनी, अहानि, एवं रूपाणि भवन्ति. नपुंसकलिङ्गपदमस्ति. अहः, अहः प्रति इति विग्रहवाक्यं भवति. प्रत्यहम् इत्युक्ते दिनमेव. अहर्निशः इति वदामः खलु. निशा इत्युक्ते रात्रिः. गीता इति गै धातोः रूपम् अस्ति. गै धातुतः गीतं, गीतः, गीता इति क्तान्तपदानि. पर्यन्तम् इति कीदृशं पदमपि द्रष्टव्यं. परि इति उपसर्गः अस्ति, परि उपसर्गः अस्ति इति कारणतः तत्र प्रादिसमासः भवितुम् अर्हति. अभ्यासः इत्यत्रापि अभि उपसर्गपूर्वकः, आसः आसः इति अस् धातुतः घञ् योजनेन निर्मितम् आसः, अभियोगः आसः. तत्र कीदृशसन्धिकार्यमस्ति? अभ्यासः सवर्णदीर्घसन्धि. अभियोगः आसः, अभियोगः आसः, अभ्यासः यणसन्धि. यण्सन्धि कार्यमस्ति, इको यणचि कार्यमस्ति. अग्रे सरतु. देवः सज्जनान् रक्षति. दृष्टाः कोष्टके अस्ति, रक्ष धातु अस्ति इत्यनेन पञ्चमी विभक्ति भवति. दुष्टाः बहुवचनम् अस्ति. देवः सज्जनान् दुष्टेभ्यः रक्षति. उत्तमं. दुष्टेभ्यः रक्षति, रक्षति भीत्रार्धानां भयहेतुः इति सूत्रेण अत्र पञ्चमी विभक्तिः भवति. अपादानकारकं भवति. त्राणम् इत्युक्ते त्रायते इत्युक्ते रक्षणं, तस्मिन् अर्थे अपि अपादानकारकं भवति. अतः दुष्टेभ्यः रक्षति. कः रक्षति? देवः रक्षति. कान् रक्षति? सज्जनान् रक्षति. अत्र दुष्टः इति पदमस्ति, कीदृशम्? दुष्टः अकारान्त पुंलिङ्गपदम् अस्ति. दुष्टः अकारान्त पुंलिङ्गम् अस्ति मन्ये भगिनि. उत्तमं. दुष् धातुः अस्ति, दिवादिगणे अस्ति. दुष्यति, दुष्यति इति रूपं सिद्ध्यति, दिवादिगणे अस्ति इति कारणतः. दुष् धातुतः कथाप्रत्ययस्य योजनेन किं भवति? दुष्टः. उत्तमं. दुष्ट इति प्रातिपदिकं सिद्ध्यति. तत्र धातुः अस्ति दुष्, कथाप्रत्ययस्य योजनेन तत्र ता आयाति. ष्टुत्वं भूत्वा ष्टुनाष्टु इति सूत्रेण तकारस्य स्थाने मूर्धन्य टकारः आयाति इति कृत्वा दुष्ट इति रूपं. दुष्यति इति रूपं दिवादिगणे अस्ति. दुष्टः इत्युक्ते दुर्जनः, दुर्जनेभ्यः रक्षति. कान् रक्षति? सज्जनान् रक्षति. सज्जनः इति पदमपि समस्तपदमेव. तत्र विग्रहवाक्यं किं भवति? सन् च असौ जनः च. विशेषणपूर्वपदकर्मधारे समासः अस्ति सज्जनः इत्यस्मिन् पदे. सन् इति रूपं भवती श्रुतवती वा? शत्रन्तरूपम्. अस् धातोः शत्रन्तरूपं किमस्ति? अस् धातोः सन् अस् धातोः लटीरूपम् अस्ति इति वयं जानीमः. अस् धातोः शत्रन्तरूपं अस् धातोः शत्रन्तप्रातिपदिकम् अस्ति सत्. सत् इति शत्रन्तप्रातिपदिकम् अस्ति. शत्रन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. पुंलिङ्गे सन् सन्तौ सन्तः. शत्रन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, त्रिषु वचनेषु सम्भवन्ति, सप्तसु विभक्तिषु सम्भवन्ति. अत्र पुंलिङ्गे दत्तमस्ति सन् च एषः जनः च अथवा सन् च असौ जनः च इति विग्रहवाक्यं भवति. विशेषणपूर्वपदकर्मधारे समासः अस्ति. उन्नतवृक्षः इव सज्जनः इत्यस्मिन् पदे अपि विशेषणपूर्वपदकर्मधारे समासः अस्ति. अस् धातोः शत्रन्तरूपं पुंलिङ्गे प्रथमाविभक्ति एकवचने सन् सन् सन्तौ सन्तः सन्तः एते जनाः इति अर्थः अस्ति. अग्रे वदतु. आरक्षकाः देशं रक्षन्ति. चोराः अस्ति. चोरः अकारान्तशब्दस्य बहुवचनम् अस्ति चोराः. आरक्षका रक्षन्ति अस्ति इत्यनेन पञ्चमी विभक्ति भवति. आरक्षकाः आव उपसर्ग अस्ति रक्ष धातुतः. नूल् प्रत्यययोजनेन. उत्तमं. रक्षयोगः णुवुल्. रक्षयोगः नूल् चुटु इत्यनेन नकारस्य इत्संज्ञा, अलञ्चम् इत्यनेन लकारस्य इत्संज्ञा, उ युवार्णकौ इत्यनेन अक आदेशः भवति. रक्षक इति प्रातिपदिकमस्ति, प्रथमविभक्ति रक्षकः भवति. रक्षक बहुवचनमस्ति. उत्तमम्. अत्र आ उपसर्गः अस्ति, आ उपसर्गपूर्वकः रक्ष धातुतः अणुवुल् योजनेन आरक्षकः. सूर्यकुमारी भगिनी भवती करोतु. चोरेभ्यः न तत्र चोरेभ्यः रक्षन्ति. चोरेभ्यः रक्षन्ति, के रक्षन्ति? आरक्षकाः रक्षन्ति. किं रक्षन्ति? देशं रक्षन्ति. देशः इत्यपि पुंलिङ्गपदमेव. भगिनी वदतु. सैनिकाः राष्ट्रं रक्षन्ति. रक्ष पदमस्ति, उपपद चेत् पञ्चमी विभक्ति भवति. शत्रवः बहुवचनम् अस्ति. शत्रु उकारान्त प्रातिपदिकं, पुल्लिङ्गः शत्रवः. गुरु एव बहुवचनम् अस्ति चेत् पञ्चमी विभक्ति गुरुः गुरुभ्यः गुरुभ्यः गुरुभ्यः शत्रुभ्यः सैनिकाः शत्रुभ्यः राष्ट्रं रक्षन्ति. सैनिकाः सैनिकाः रक्षन्ति. सैनिकाः कर्मपदम, कर्तृपदमस्ति. राष्ट्रं कर्मपदमस्ति. केभ्यः रक्षन्ति? केभ्यः रक्षन्ति? शत्रुभ्यः. शत्रुभ्यः रक्षन्ति. किं रक्षन्ति? राष्ट्रं रक्षन्ति. उत्तमं. सेना इति प्रातिपदिकात् सैनिक अथवा सैन्यम् इत्यादीनि पदानि निर्मितानि. रक्षधातुः सकर्मकः, अतः कर्मपदम्. अपि च राष्ट्रम्, अस्त्रं, शस्त्रं, वस्त्रम् इत्यादीनि पदानि स्ट्रन् इति प्रत्ययस्य योजनेन निर्मितानि. सर्वधातुभ्यः स्ट्रन् इति एकं सूत्रमस्ति इति भाति. तेन सूत्रेण स्ट्रन् इति प्रत्ययस्य योजनेन धातुः राज् राजधातोः लटीरूपं राजते इति अस्ति. ष्ट्रन् कीदृश प्रत्यय भगिनि? उणादिप्रत्ययः इति मया दृष्टं. कृत् नास्ति, तद्धितप्रत्ययः नास्ति, उणादिप्रत्ययेन निर्मितम्. राष्ट्रम् इत्युक्ते जनपदम्. अग्रे सरतु. हे देव, मां सङ्कटानि रक्ष. सङ्कटानि नपुंसकलिङ्गबहुवचनम् अस्ति. सङ्कटेभ्यः, हे देव मां सङ्कटेभ्यः रक्ष. रक्ष मध्यमपुरुषे एकवचनम् अस्ति. देव कर्तृपदमस्ति, सम्बोधनमपि अस्ति. अत्र सम्बोधनरूपं दत्तमस्ति खलु? हा भगिनि, वदतु. मां कर्मपदमस्ति. केभ्यः रक्ष? केभ्यः रक्ष? सङ्कटेभ्यः. रक्ष इति कीदृशं रूपं? लोट्लकार मध्यमपुरुष एकवचनं. रूपाणि वदति वा? हा भगिनि, रक्षतु, रक्षतां रक्षन्तु, रक्ष, रक्षतं रक्ष, रक्षाणि, रक्षाव रक्षाम. उत्तमपुरुष एकवचनम्? उत्तमपुरुष एकवचनं रक्षाणि. रक्षाणि, रक्षाणि. उत्तमं. रक्षाणि अणत्वं भवति. लोट्लकारः उत्तमपुरुषे एकवचनमस्ति रक्षाणि रक्षाणि रक्षाव रक्षाम णत्वं भवति. अत्र मध्यमपुरुष एकवचनरूपं दत्तमस्ति रक्ष रक्षतापि भवति. स्मर्तव्यः अंशः कः इत्युक्ते पठ्धातुः इव अत्र रक्षधातुः अपि भ्वादिगणे अस्ति इति कारणतः अदन्तम् अङ्गं सिद्ध्यति. अदन्तम् अङ्गम् अस्ति इति कारणतः अतो हे इति सूत्रेण हि प्रत्ययस्य लुक् भवति. अतः एव पठ खाद गच्छ रक्ष एवं मध्यमपुरुष एकवचनरूपाणि सिद्ध्यन्ति. अदन्तम् अङ्गम् अस्ति इति कारणतः अतो हे इति सूत्रस्य कार्यं भूत्वा लोट् मध्यमपुरुष एकवचनरूपम् एवं सम्भवति. अत्र सङ्कटानि इति दत्तमस्ति. सङ्कटम् इति नपुंसकलिङ्गपदमस्ति. सङ्कटानि इति बहुवचनमस्ति. सम्प्रोदश्च कटच् इति एकं सूत्रमस्ति. सम्प्रोदश्च कटच् तेन सूत्रेण सङ्कट प्रकट उत्कट विकट इमानि पदानि सिद्ध्यन्ति. सम् उपसर्गः अस्ति चेत् तत्र कटच् प्रत्ययं योजनेन सङ्कट. प्र उपसर्गः अस्ति चेत् प्रकट इति रूपम्. उत् अस्ति चेत् उत्कट वि अस्ति चेत् विकट इमानि रूपाणि सिद्ध्यन्ति. सङ्कट इत्युक्ते क्रैसिस्. प्रकट इत्युक्ते प्रकटं भवति प्रकाशितं भवति इत्युक्ते अपियर्. उत्कट उत्कट इत्युक्ते इण्टेन्स् अधिकम् इत्यस्मिन् अर्थे भवति. विकट इत्युक्ते विकृतं हारिबल्. अत्र सङ्कटम् इति दत्तमस्ति. क्रैसिस् इति अर्थः. आहत्य अत्र वार्ता का वदतु. देवः किं करोति? ओ देवः सङ्कटानि देवः सङ्कटेभ्यः अस्मान् रक्षति खलु. भगिनि उत्तमम्. अत्र रक्षधातुः सकर्मकः अतः कर्मपदं सम्भवति. अस्मान् रक्षति अथवा मां रक्षतु. अग्रे सरतु. परं वैशाखमासः भवति. परमस्ति उपपदं. चैत्रं कोष्टके अस्ति. नपुंसकलिङ्गम् एकवचनमस्ति. चैत्र अकारान्त नपुंसकलिङ्गं. चैत्रात् परं वैशाखमासः भवति. भवति अकर्मकधातुः, कर्मपदं नास्ति. अत्र भूधातुः अकर्मकः. वैशाखमासः भवति. कदा भवति? चैत्रात् परं. चित्र इति शब्दात् चैत्र इति रूपं साधितं तद्धितान्तं पदं. विशाख इति शब्दात् वैशाख इति रूपं साधितं. विशाखानक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे अस्ति सः मासः वैशाखमासः. विशाखानक्षत्रयुक्ता पौर्णमासी अस्मिन् मासे अस्ति इत्यतः वैशाखः इति उक्तमस्ति. अग्रे वदतु. शनिवासरः कारान्त पुल्लिङ्गे एकवचनं. सेन परम् अस्ति उपपदं. तत्कारणात् पञ्चमीविभक्ति भवति. शनिवासरात् परं रविवासरः भविष्यति. शनिवासरः अपि भविष्यति अकर्मक भूधातुः. लृट् लकारः एकवचनं. प्रथमपुरुष भविष्यति. भविष्यति इत्यत्र स्थितिः धातुः वसुधातुः सह स्या प्रत्यय अर्धधातुकप्रत्यय अस्ति. इडागम अपि अस्ति. भूधातुतः भव भवति. भवयोगः इ भवि भवति. आदेशप्रत्ययोः तथा नास्ति तत्र कार्यं. भूधातुः सेट् धातुः. स्याप्रत्ययः अपि सेट् प्रत्ययः. भूधातुः सेट् स्या प्रत्ययः अपि सेट् भूधातोः परं स्या इति आर्धधातुकप्रत्ययः अस्ति आर्धधातुकप्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा भू भो भवति तदनन्तरं यचोयवायावः सन्धिकार्यमपि अस्ति अहत्य अत्र वार्ताक धातुः अपि सेट् प्रत्ययः अपि सेट् अतः इडागमः दृश्यते शनैः शनैः गच्छतु इत्युक्ते शनैः शनैः गच्छति शनैः शनैः चरति इत्युक्ते मन्दं मन्दं चरति उत्तमं मन्दं मन्दं चरति तदर्थमेव शनैश्चरः शनैश्चरः इत्युक्ते कः शनिग्रहं शनिदेवः शनैश्चरः इति पदं समस्तपदमस्ति शनैः चरति इति शनैश्चरः सुजाता भगिनी अग्रे करोतु परं फलं प्राप्नुवन्ति जनाः कोष्टके अस्ति परिश्रमः परमस्ति उपपदमस्ति इत्यनेन परिश्रमः पदस्य पञ्चमी विभक्ति भवति परिश्रमः अकारान्तपुंलिङ्ग एकवचनमस्ति इत्यनेन परिश्रमात् परं फलं प्राप्नुवन्ति जनाः प्राप्नुवन्ति प्रा उपसर्ग अस्ति आप् धातुतः आप्नुवन्ति भवति जनाः जनाः जनः शब्दस्य पुंलिङ्गमस्ति जनाः बहुवचनम् उत्तमं किं प्राप्नुवन्ति फलं प्राप्नुवन्ति कदा प्राप्नुवन्ति परिश्रमात् परिश्रमेण फलं प्राप्नुवन्ति परिश्रमेण प्राप्नुवन्ति किन्तु परिश्रमात् परं परिश्रमात् परम् आम् कदा प्राप्नुवन्ति इत्युक्ते परिश्रमात् परं प्राप्नुवन्ति फलानि इति बहुवचनरूपमस्ति फलानि इति सुबन्तपदमपि अस्ति तिङन्तपदमपि अस्ति फलति इति लट्लकाररूपमस्ति लोट्लकारे फलतु लृट्लकारे फलिष्यति इदं कार्यं फलिष्यति फलानि इति रूपं पश्यामश्चेत् तिङन्तपदमपि अस्ति इत्युक्ते लोट्लकारः उत्तमपुरुष एकवचनरूपमस्ति फलानि फलाव फलाम एवं रूपाणि भवन्ति सर्वेषां मनसि फलिष्यति इति विश्वासः आवश्यकः इदं कार्यं फलिष्यति इति विश्वासः मनसि आवश्यकः परिश्रमः प्रसङ्गे किञ्चित् वक्तुमिच्छति वा परि उपसर्गः अस्ति श्रम धातुः अस्ति श्रमधातुः अस्ति श्रमधातुः अस्ति श्रमः त्वन्तपदमस्ति न ता प्रत्ययः अस्ति चेत् अन्ते तकारः श्रूयते खलु आं भगिनि न अत्र एकः अन्यप्रत्ययः अस्ति चिन्ता मास्तु श्रमधातोः प्रसङ्गे एव श्रमधातोः रूपमेव श्रान्तः श्रमधातोः रूपमेव श्रान्तवान् श्रमधातोः रूपमेव श्रान्तिः वि उपसर्गस्य योजनेन किं भवति विश्रान्तिः उत्तमं विश्रान्तः इत्युक्ते विश्रान्तः रिटैर्ड् वि उपसर्गपूर्वकः श्रम् धातुतः कथाप्रत्ययस्य योजनेन विश्रान्त इति रूपं सिद्ध्यति कथान्तरूपं चेत् तिन् प्रत्ययः अस्ति चेत् विश्रान्तिः इति रूपं भवति कथावत् रूपं प्राप्तुमिच्छामश्चेत् विश्रान्तवान् अत्र उपसर्गः अस्ति परि वि उपसर्गस्य योजनेन विश्रान्तिः किन्तु अत्र परि उपसर्गस्य परिश्रमः अपि च आप्नुवन्ति इत्यत्र आप् धातुः स्वादिगणे अस्ति स्वादिभ्यः श्नुः इति सूत्रेण एकवचनरूपम् आप्नोति प्राप्नोति किन्तु बहुवचने प्राप्नुवन्ति इति रूपं सिद्ध्यति तत्र एकं विशिष्टं सूत्रं ज्ञातव्यम् अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ इति सूत्रमस्ति तेन सूत्रेण उवङ् आदेशः भवति इत्यतः एव प्राप्नुवन्ति अग्रे करोतु संस्कृतपाठनं कोष्टके अस्ति, परं भवान् किं करिष्यति? परमस्ति इत्यनेन पञ्चमी विभक्ति भवति. संस्कृतपाठनात् परं भवान् किं करिष्यति इति अस्ति. संस्कृतपाठनं समस्तपदमस्ति भगिनि. उत्तमं. संस्कृतस्य पाठनं भवान् भवत् शब्दस्य भवान् अस्ति पुंलिङ्गे. पुंलिङ्गे. स्त्रीलिङ्गे किमस्ति? भवती. संस्कृतपाठनात् परम्, अत्र परम् इति उपपदमस्ति इत्यतः पञ्चमी विभक्तिः. संस्कृतपाठनात् परं भवान् किं करिष्यति? संस्कृतपठनात् परं भवती किं करिष्यति? अहं वक्तुं वक्तुं प्रयत्नं करोमि. पठनं पाठनं द्वयोर्मध्ये भेदः कः? पठनं पठनं अहं पठनं करोमि. पाठनं शिक्षकः अन्यं पाठयति. उत्तमं. शिक्षकः अन्यं पाठयति. अहं संस्कृतस्य पठनं करोमि. पठनं इति ल्युडन्तमस्ति, पाठनमपि ल्युडन्तमेव, किन्तु पाठनम् इत्यत्र णिच् अस्ति. पाठनम् इत्यत्र अणिजन्तरूपम् अस्ति पठनं. संस्कृतस्य पठनं इति विग्रहवाक्यं भवति. पठ् धातुतः णिच् योजनेन पाठी इति नूतनधातोः रूपं पाठी अस्ति. पाठी योगः ल्युट् युवोरनाकौ इति सूत्रेण अन आदिष्टः भवति. पाठी योगः अन इति स्थितिः अस्ति. सूर्यकुमारी भगिनी अत्र किं भवति वदतु. नेरनिति इत्यनेन नीलोपः भवति, इकारलोपः भवति. उत्तमं. नेरनिटि इति सूत्रेण अनिट् प्रत्यये परे णेः लोपः, णेः इत्युक्ते निचः लोपः भवति इति कृत्वा इकारस्य लोपः भवति. अत्र धातुः पाठी, पठ् धातुतः पाठी इति रूपं सिद्ध्यति. अत उपधायाः इति सूत्रेण अदुपधधातुः अस्ति इति कारणतः उपधायां ह्रस्वकारः अस्ति इत्यतः अत उपधायाः सूत्रेण वृद्धिकार्यं भूत्वा पाठि इति रूपं सिद्ध्यति. णिजन्तधातोः रूपम् अस्ति. णेरनिटि इति सूत्रेण इकारस्य लोपः भूत्वा पाठ् भवति. तस्मात् परम् अन अस्ति वर्णमेलनेन. पाठन इति प्रातिपदिकम् अस्ति, ल्युडन्तप्रातिपदिकं. ल्युडन्तानि नपुंसकलिङ्गपदानि, अतः पाठनं. अग्रे करोतु. मूषकस्य भीतिः भवति, बिडालः कोष्टके अस्ति. भीतिः शब्दः उपपदमस्ति, इत्यनेन पञ्चमी विभक्ति भवति. बिडालः अकारान्त पुंलिङ्गशब्दमस्ति. बिडालात् मूषकस्य बिडालात् भीतिः भवति. बिडालः इत्युक्ते बिडालः क्याट्. मार्जारः. मार्जारः पशुविशेषः इति वक्तुं शक्यते. भीधातुः कस्मिन् गणे अस्ति? जुहोत्सादिगणे अस्ति. उत्तमं. लटीरूपं बिभेति. जुहोत्यादिगणे द्वित्वं भवति खलु? आम् आं भगिनि. भी इति धातुः अस्ति, द्वित्वं भूत्वा भी भी इति रूपं सिद्ध्यति. द्वित्वं भूत्वा भी भी इति रूपं सिद्ध्यति. द्वयोः मिलित्वा नाम अस्ति अभ्यस्तं, किन्तु पूर्वभागस्य नाम अस्ति अभ्याससंज्ञा अस्ति. भी इति पूर्वभागः अस्ति, पूर्वभागस्य ह्रस्वत्वं भवति. आदौ ह्रस्वः इति सूत्रेण भी इति रूपं सिद्ध्यति. तस्मात् परम् अभ्यासे चर्चा इति सूत्रेण भकारस्य स्थाने अल्पप्राणबकारः आयाति इति कृत्वा बिभेति इति रूपं भवति. बिभि इत्यत्र दीर्घ ईकारः अस्ति खलु, इत्युक्ते बिभी इति अङ्गमस्ति, तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा बिभे तेन बिभेति इति रूपं सिद्ध्यति. भी धातोः रूपमेव भीतिः, क्तिन् इति प्रत्ययस्य योजनेन भीतिः, गम् धातुतः गतिः, मन् धातुतः मतिः, मतिः, भी धातुतः भीतिः. अग्रे वदतु. भीरुः तु अपि बिभेति, अल्पम् अल्पं कोष्टके अस्ति, अपि अपि अपि उपपरमा उपपदं भवति, अव्ययम् अपि अव्ययम् अस्ति, बिभेति अस्ति, बी धातुतः बिभेति भवति इत्यनेन पञ्चमी विभक्ति भवति. अल्पात् भीरुः तु अल्पात् अपि बिभेति, अल्पं नपुंसकलिङ्गशब्दमस्ति, अल्पम् अल्पे अल्पानि अल्पानि दन्तनकारः एव अस्ति. भीरुः इत्युक्ते भयशीलः, शीलं तादृशमस्ति सः, भयशीलः इति अर्थः अस्ति. भीरुः इत्यस्मिन् अर्थे एव भीरुकः, भीलुकः इत्यादीनि पदानि अपि प्रयोक्तुं शक्नुमः. व्याकरणवर्गे पठितवन्तः भियः क्लूक्लुकनौ इति एकं सूत्रमस्ति. भी धातुतः क्लूकन् इति प्रत्ययस्य योजनेन भीलुकः इति पदं सिद्ध्यति. प्रत्ययानां प्रसङ्गे वयम् एकवारं पठितवन्तः क्लुकन् इति एकः प्रत्ययः अस्ति, क्लुकन् प्रत्ययस्य योजनेन भीलुक इति रूपं सिद्ध्यति. स्वल्पम् अस्ति चेत् तत्र किमस्ति? स्वल्पं स्वल्पात् स्वल्पात् सुयोगः अल्पं सुयोगः अल्पं स्वल्पं तत्र सन्धिकार्यं किम्? स्वल्पं न जानामि. यण्सन्धिः अस्ति. स्वल्पं सुयोगः अल्पं, तत्र उकारस्य स्थाने वकारः आयाति खलु? आं भगिनि, स्वल्पम्. अग्रे वदतु. कः कोष्टके अस्ति, अपि माभि इति विवेकानन्दः गर्जितवान्. कः प्रथमाविभक्ति, किं शब्दस्य प्रथम एकवचनमस्ति, कस्मात् अपि माभि इति विवेकानन्दः गर्जितवान्. न अवगतं भगिनि, पुनः वदतु वाक्यम्. अपि माभिः इति विवेकानन्दः गर्जितवान्. विवेकानन्दः गर्जितवान्, किम् उक्तवान् सः? कस्मादपि माभिः, कस्मात् अपि माभिः, आम्, कस्मादपि भीतिः, भयं भयं मास्तु. उत्तमं. भीतिः, भीः, भयम् इमानि पदानि पर्यायवाचकपदानि. भीतिः, भयम् इत्यादीनि पर्यायवाचकपदानि सन्ति. कस्मादपि मा भीः इति विवेकानन्दः गर्जितवान्. तत्र गर्जितवान् वदतु. गर्जितवान् गर्ज धातुतः तवतु प्रत्यय तवतान्तवतु रूपमस्ति गर्जितवान्. गर्जधातुतः गर्ज अस्ति, ओके, गर्जधातुतः गर्जितवान् तवतु गर्जितवत् तवतु रूपम् अस्ति गर्जितवान्. पुंलिङ्ग एकवचनम् अस्ति. उत्तमम्. अत्र गर्जितवत् इति प्रातिपदिकमस्ति. पुंलिङ्गे गर्जितवान्, स्त्रीलिङ्गे गर्जितवती, नपुंसकलिङ्गे गर्जितवत्. ल्युडन्तमस्ति चेत् किं भवति? गर्जनम्. उत्तमम्. क्तान्तमस्ति चेत्? क्तान्तमस्ति चेत् गर्जितः, गर्जितः अथवा गर्जितम् एवं सिंहगर्जनम् इत्युक्ते सिंहस्य गर्जनम्। उत्तमम्। कस्मात् योगः अपि सन्धिकार्यं कुर्मः चेत् कस्मात् अपि पुनः कस्मादपि भवति जस्वसन्धि। उत्तमं। जलां जशोन्ते इति सूत्रेण जस्वसन्धिकार्यं भूत्वा कस्मात् योगः अपि कस्मादपि इति रूपं भवति तत्र। पदान्तकार्यम् अस्ति, जलां जशोन्ते कार्यं पदान्तकार्यं, किन्तु जलां झषि इति सूत्रस्य कार्यम् अपदान्तकार्यं। कस्मादपि मा भीः इति कः उक्तवान्? विवेकानन्दः उक्तवान्। अत्र विवेकः इति पदं जानाति वा? विवेकः इण्टेलिजेण्ट् विशिष्ट विवेक वक्तुं न जानामि भगिनि। बहु उत्तमः अर्थः अस्ति विवेकः इति पदस्य कृते। विवेकः विशिष्टविवेकः। विवेकः इत्युक्ते यादार्थ्येन वास्तवस्वरूप अवधारणम्। पुनः वदामि, वस्तु वास्तवस्वरूप अवधारणं, वस्तु वास्तवस्वरूपनिश्चयः इति एव विवेकः। यादार्थ्येन वास्तवस्वरूप अवधारणम् एव विवेकः। विच् इति एकः धातुः अस्ति, विच् धातोः रूपमेव विवेकः। ल्युडन्तमस्ति विवेचनम्, विवेचनं कृत्वा वदतु। विवेकः आवश्यकः, वाक्यानि वक्तुं शक्नुमः विवेकः इति। बहु उत्तमं पदमस्ति, वस्तु वास्तवस्वरूप अवधारणम्। विवेकानन्दस्य पूर्वनाम अस्ति, वदतु विवेकानन्दस्य पूर्वनाम किम्? विवेकानन्दस्य नरेन्द्रः किन्तु रामकृष्णपरमहंसः विवेकानन्दः इति नाम दत्तवान्। भगिनि, वि उपसर्गसः वच् धातु सः विच् धातुः विच् ओके। विच् धातुः रुदाधिगणे अस्ति, रुदाधिगणे सप्तमः गणः, सप्तगणः पृथग्भावे इत्यस्मिन् अर्थे विच् धातुः अस्ति। विनक्ति, विङ्क्तः, विञ्चन्ति एवं रूपाणि भवन्ति। टु सेपरेट् इत्यस्मिन् अर्थे अयं धातुः अस्ति। पश्यन्तु बहु उत्तमः अर्थः अस्ति, टु डिवाइड्, टु सेपरेट्, टु रिमूव् फ्रम्, अलग् करना, तादृश अर्थे विच् धातुः अस्ति। विच् धातोः रूपमेव वेकः, वि उपसर्गः अस्ति इत्यतः विवेकः। वास्तवस्वरूप अवधारणं, यादार्ध्यम् अपि तद्धितप्रत्ययान्तपदमस्ति। यदार्ध इति प्रातिपदिकं स्वीकृत्य यादार्ध्यम् इति रूपं साधितम्। अग्रे सूर्यकुमारी भगिनी भवती करोतु। अष्टमबिन्दु भगिनी, मञ्जूषायां विद्यमानानां शब्दानां सहायेन पूर्वं परम् उपयुज्य यदोदाहरणं वाक्यानि वदत। मञ्जूषायां विद्यमानानां शब्दानां सहायेन पूर्वं परम् उपयुज्य यदोदाहरणं वाक्यानि वदत। मञ्जूषायां अर्थं कः? मञ्जूषा इत्युक्ते लताशब्दवत् मञ्जूषा इत्यपि आकारान्तपदमस्ति। मञ्जूषा इत्युक्ते पेटिका, पेटिका। ओके, भवती जानाति वा अत्र एकः धातुः अस्ति मस्ज्, मस्ज् इति एकः धातुः अस्ति। मस्ज् धातुतः निर्मितं पदं मञ्जूषा अस्ति। मज्जति द्रव्यम् अस्मिन् इति अर्थे मञ्जूषा इति पदम् उणादिसूत्रेण निर्मितम् इति मया पठितं। मस्ज् धातोः रूपमेव मज्जति अस्ति, तत्र कानिचन सन्धिकार्याणि सन्ति. मस्ज् इत्यत्र मस्ज् इत्यत्र सकारः अस्ति खलु, स्तोहश्चुनाश्चुः इति सूत्रेण सकारस्य तालव्यषकारः, अन्यानि कार्याणि भवन्ति, तेन मज्जति इति रूपं सिद्ध्यति. मस्ज् धातोः रूपमेव मञ्जूषा इति अस्ति. विद्यमान वदतु. वि उपसर्गः न विद्यमान न न अत्र विद्यमान इति शाणजन्तरूपम्. शाणच् इत्यत्र अनुबन्धवर्णाः के किं भगिनि? शाणच् इत्यत्र अनुबन्धवर्णाः के? शकारः चकारः. करोतु. शाणच् आन भवति, आन अवशिष्य वर्णः अस्ति. अकार परमस्ति चेत् मान भवति. उत्तमं. विद् धातोः रूपमेव विद्यते, आत्मनेपदी धातुः अस्ति इत्यतः विद्यते इति रूपमस्ति. विद्य आने मुक् इति सूत्रेण मुक् आगमः भवति इत्यतः विद्यमान इति रूपं भवति. अदन्तप्रातिपदिकमस्ति चेदेव मुक् आगमः, अदन्त नास्ति चेत् केवलम् आन आयाति. तदर्थमेव कुर्वाण इति रूपमस्ति. कुर्वाण अपि शाणजन्तरूपमेव, किन्तु अत्र विद्य इत्यत्र विद्यमान इति शाणजन्तरूपमस्ति. साहाय्यम् इति पदमस्ति, वदतु. सा उपसर्गः न सहाय इति एकं पदमस्ति. सहायं करोतु तद्धितान्तं पदमस्ति. सहायं करोतु इति वदामश्चेत् तत्र सहाय इति पदमस्ति. सहाय इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन श्यै इति एकः प्रत्ययः अस्ति, तेन साहाय्यम् इति नपुंसकलिङ्गपदं सिद्ध्यति. मधुरस्य भावः माधुर्यं, सहितस्य भावः साहित्यं. साहित्यम् अत्र साहाय्यं, सहायत्वं, सहायता इमानि पदानि पर्यायवाचकपदानि. साहाय्यम् इत्यत्र यकारद्वयं श्रूयते, आदौ वृद्धिकार्यं भवति. सहाय इत्यस्मात् साहाय्यम् इति अत्र दीर्घ आकारः श्रूयते. अकारस्य वृद्धिसंज्ञकवर्णः आकारः, अतः साहाय्यम् इति लिखितमस्ति. तृतीयान्तं पदं दत्तमस्ति. साहाय्येन वदत. कस्य साहाय्येन? मञ्जूषायां विद्यमानानां शब्दानां साहाय्येन. पूर्वं परम् उपयुज्य यदोः वर्णं वाक्यानि वदत. उपयुज्य वदतु. उपयोगः युच् धातुतः लेबन्तम्. उत्तमं. ल्यप् योजनेन तत्र किं भवति? युच्य भवति यकार. उत्तमं. ल्यप् उपसर्गः अस्ति चेत् ल्यप् ल्यप् भवति प्रत्ययः. उप इति उपसर्गः अस्ति इत्यतः युज् धातुतः ल्यप् योजनेन उप उपसर्गपूर्वकः युज् धातुतः ल्यप् योजनेन उपयुज्य इति रूपं सिद्ध्यति. तत्र ल्यप् इत्यत्र लकारः लषक्वतद्धिते इत्यनेन इति संज्ञकः भवति. पकारः हलन्त्यमित्यनेन इति संज्ञकः भूत्वा लोपः भवति. या इति कथनेन यकारः अकारः वर्णद्वयं तत्र अवशिष्यते. उपयोगः युज् योगः ल्यप् तत्र उपयुज्य इति रूपमस्ति. प्रा अस्ति चेत् प्रायुज्य प्रयुज्य ह्रस्वं भवति वा? ह्रस्वं नास्ति, धातुः एव युज् युज् अस्ति, किन्तु अत्र उप इति उपसर्गः अस्ति, किन्तु प्रा इति उपसर्गः अस्ति चेत् प्रयुज्य. प्रयुज्य इति भवति. नि अस्ति चेत् नि अस्ति चेत् नियुज्य वर्णमेलनमेव भवति, तत्र किमपि कार्यं नास्ति. यु यकारः, यकारः उकारः जकारः लौकिकधातुः युज् अस्ति. युज् क्षम्यताम्, युज् लौकिकधातुः युज् अस्ति, किन्तु औपदेशिकधातुः तु युजिर् अस्ति. युज् इति धातुः अस्ति, युज् धातोः पूर्वम् उप इति उपसर्गः अस्ति. युज् धातुः लघुपदधातुः, किन्तु अत्र गुणकार्यं न भवति. किमर्थम्? इच्य लवन्तम् अस्ति, उपयुज्य अवलादि अस्ति चेत् तथा नास्ति. अत्र मम आशयः कः इत्युक्ते, उप उपसर्गपूर्वकः युज् धातुः अस्ति, तस्मात् परं ल्यप् इति प्रत्ययः अस्ति. ल्यप्रत्ययः कीदृशः इति प्रश्ने सति, ल्यप्रत्ययः सर्वदा क्त्वाप्रत्ययस्य स्थाने एव आयाति. समासे अनै पूर्वे क्त्वो ल्यप् इति सूत्रेण क्त्वाप्रत्ययस्य स्थाने उपसर्गः अस्ति इति कारणतः ल्यप् आयाति. अतः क्त्वाप्रत्ययस्य सर्वे धर्माः ल्यप्रत्यये अपि कार्यं कुर्वन्ति. तत्र एकं विशिष्टं सूत्रमस्ति, वदतु. अत्र मम आशयः कः इत्युक्ते, ल्यप्रत्ययः कित्वत् प्रवर्तते इत्युक्ते, यद्यपि ल्यप्रत्यये ककारः नास्ति, ल्यप्रत्यये ककारः नास्ति, ककारः अस्ति चेदेव कित्वं भवति. क्त्वाप्रत्ययस्य लक्षणानि, क्त्वाप्रत्ययस्य लक्षणानि ल्यप्रत्यये अपि अध्याहर्तव्यानि. अतः क्त्वाप्रत्ययः इव ल्यप्रत्ययः अपि कित्वत् भूत्वा गुणनिषेधः अत्र भवति. धातौ आनुकूल्यमस्ति, युज् इति धातुः लघुपदधातुः, तत्र गुणकार्यं भवितुं शक्नोति. किन्तु ल्यप् अपि क्त्वाप्रत्ययस्य लक्षणानि स्वीकरोति. सूत्रं ल्यपि क्त्वा भगिनि, न एकं विशिष्टं सूत्रम् अस्ति, तेन विशिष्टसूत्रेण एतत् सर्वं साधितं भवति. स्थानिवद्भावः एकः नियमः अस्ति, स्थानिवद्भावेन ल्यप्रत्यये कित्वम् आरोप्यते. अतः कित्वत् भूत्वा गुणनिषेधः भवति, अतः एव प्रयुज्य उपयुज्य इत्यादीनि रूपाणि भवन्ति. किन्तु तुमन् प्रत्ययः, तुमन् प्रत्यये कित्वं नास्ति, अतः प्रयोक्तुम् इति रूपं सिद्ध्यति. युज् धातुतः योक्तुम् इति रूपं भवति. इत्युक्ते आदौ गुणकार्यं पश्चात् अन्यानि सन्धिकार्याणि, चिन्ता मास्तु. युज् धातोः रूपमेव योजनम्, युज् धातुतः योजनम् ल्युडन्तम् अस्ति. ल्युट् प्रत्ययः कित् नास्ति, कित् नास्ति इति कारणतः कृति च सूत्रेण गुणनिषेधः अत्र न भवति ल्युडन्तप्रसङ्गे. अतः युज् योज् भवति, योज् योगः अन योजन योजनं, तस्मात् पूर्वं प्र अस्ति चेत् प्रयोजनम्. उत्तमं, प्रयोजनम् इति पदं तथा साधितम्. युज् धातुतः ल्युट् योजितः, तत्र प्र इति उपसर्गः अस्ति, प्रयोजनं. वदत, वदत, वदेतां, वदन्तम्, साधुरूपाणि वदतु. लङ्लकार भगिनि, लोट् लकार. सुजाता भगिनि, भवती वदतु. वदतु, वदतां, वदन्तु, वद, वदतं, वदत, वदानि, वदाव, वदाम. उत्तमं, वदानि, वदाव, वदाम एवं रूपाणि भवन्ति. एवमेव मध्यमपुरुषे एकवचनरूपं वद अस्ति, तत्रापि अदन्तमङ्गमस्ति इत्यतः वद इत्यत्र अतोहेः सूत्रेण हि प्रत्ययस्य लुक् भवति. अत्र प्रयुज्य अथवा उपयुज्य इति पदं दत्तमस्ति, ल्यबन्तपदमस्ति. किन्तु अहम् अन्यं प्रश्नं पृच्छामि, रच् धातोः रूपम् अस्ति, रच् धातोः रूपं ल्यबन्तरूपं किं भवति? वि उपसर्गः अस्ति चेत् वि योगः रच् विरच्य. तत्र एकं विशिष्टं कार्यम् अस्ति, विरचय्य इति रूपं भवति विरचय्य. तत्र रच् धातुः अस्ति, रच् धातुः चुरादिगणे अस्ति, चुरादिगणे अस्ति इति कारणतः णिच् विधीयते. स्वार्थे अपि उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिद्ध्यति. वियोगः रच् योगः ल्यप् इति कथनेन विरचय्य इति रूपं भवति. तत्र एकं विशिष्टं सूत्रमस्ति, ल्यपि लघुपूर्वात्. सूर्यकुमारी भगिनी वक्तुमिच्छति वा? ल्यपि लघुपूर्वात् गुरुसंज्ञा ऐ आदेशः भवति. उत्तमं, भवती जानाति, वदतु. धातुकः रच् रच् अस्ति, रचय भवति. रच् धातुः चूरादिगणे अस्ति, दशमे गणे अस्ति, दशमे गणे अस्ति इति कारणतः तत्र स्वार्धे अपि णिच् विधीयते. रचयति इति रूपं लटीरूपं सिद्ध्यति. णिच् योजनेन रचि इति नूतनधातुः अस्ति, किन्तु अत्र एकं विशिष्टं कार्यं भवति. ल्यपि लघुपूर्वात् इति सूत्रेण ऐ आदेशः भवति ईकारस्य स्थाने, इत्यतः विरचय्य इति रूपं सिद्ध्यति. चुरादिगणीयधातुषु ईदृशं कार्यं भवति. लघुपूर्वात् इति उक्तमस्ति. रच् धातौ चकारात् पूर्वं रेफात् परं ह्रस्वाकारः अस्ति इति कारणतः अनेन सूत्रेण ऐ आदेशः भवति इति कृत्वा विरचय्य. गण् अस्ति चेत् गण गणय्य. गण् धातोः लटि गणयति, गणयति. प्र उपसर्गः अस्ति चेत् प्रणय्य. पुनः प्र अस्ति चेत् अय् न आयाति गुरुसंज्ञा अस्ति चेत्. न न, अत्र मम आशयः प्र इति उपसर्गः अस्ति, गण् धातुः अस्ति, लबन्तं भवति. प्रणय्य प्रगणय्य प्रयणय्य प्रगणय्य. भगिनी प्रा गुरुसंज्ञा अस्ति चेत् अय न आयाति. न न, अत्र प्रा इति उपसर्गः अस्ति. ओके, प्रा उपसर्गः अस्ति. गण् धातोः लटीरूपं गणयति. ओके, किन्तु अत्र ल्यबन्तरूपं साधयितुम् इच्छामः. रच् धातुः इव गण् धातुः अपि लघुपूर्वधातुः. प्रगण्य. ओके, प्रगणय्य प्रगणय्य. हा भगिनि, विरचय्य प्रगणय्य इत्यादीनि रूपाणि भवन्ति. तत्र ल्यपि लघुपूर्वात् इति सूत्रस्य कार्यम् अस्ति. अभ्यासं करोतु. ओके, मुञ्जाशायां के पदानि सन्ति? अर्जुन विषादयोगः, सङ्कयोगः, कर्मयोगः, ज्ञानकर्मसन्न्यासयोगः, कर्मसन्न्यासयोगः, आत्मसंयमयोगः, ज्ञानविज्ञानयोगः, अक्षर ब्रह्मयोगः, ब्रह्मयोगः, राजविद्यराजगुण राजगुह्ययोगः. उदाहरणमस्ति, सङ्ख्यायोगः सङ्ख्यायोगः साङ्ख्ययोगः कर्मयोगात् पूर्वः अस्ति चेत् कर्मयोगात् सङ्ख्यायोगः क्रम वदति. सङ्ख्यायोगः परं कर्मयोगात् परं साङ्ख्ययोगात् परं कर्मयोगः अस्ति. आदौ पश्यतु, प्रथमाध्यायस्य नाम अस्ति अर्जुनविषादयोगः. अर्जुनविषादयोगः इति प्रथमाध्यायस्य नाम अस्ति. द्वितीयाध्यायस्य नाम साङ्ख्ययोगः. साङ्ख्ययोगः भगवद्गीतायां कुत्र अस्ति इति प्रश्ने सति पूर्वं परम् इति पदद्वयम् उपयुज्य कथं वक्तुं शक्यते साङ्ख्ययोगः कर्मयोगात् पूर्वः अर्जुनविषादयोगात् परः साङ्ख्ययोगः अग्रे वदतु अत्र कर्मयोगस्य प्रसङ्गे वदतु कर्मयोगः ज्ञानकर्मसन्न्यासयोगः कर्मयोगात् परः ज्ञानकर्मसन्न्यासयोगः ज्ञानकर्मसन्न्यासयोगः पूर्वात् योगात् पूर्वं योगात् कर्मयोगः पूर्वः सम्यक् वदतु ज्ञानकर्मसन्न्यासयोगात् योगात् कर्मयोगः पूर्वः उत्तमं परः योजयित्वा वदतु कर्मयोगात् परः कर्मयोगात् ज्ञानकर्मसन्न्यासयोगः परः सुजाता भगिनी भवती करोतु अग्रे आं भगिनि आत्मसंयमयोगः ज्ञानविज्ञानयोगः आत्मसंयमयोगः ज्ञानसंज्ञानयोगः पूर्वः ज्ञानविज्ञानयोगात् पूर्वः ज्ञानविज्ञानयोगात् पूर्वः ज्ञानविज्ञानयोगः आत्मसंयमयोगात् परः उत्तमम् अग्रे अक्षरब्रह्मयोगः राजविद्या राजगुह्ययोगः अक्षरब्रह्मयोगः राजविद्या राजगुह्ययोगः पूर्वः योगात् पूर्वः राजविद्या राजगुह्ययोगः अक्षरब्रह्मयोगात् परः अर्जुनविषादयोगात् परः अपि साधु खलु उत्तमं राजविद्याराजगुह्ययोगः अर्जुनविषादयोगात् परः अथवा अक्षरब्रह्मयोगात् परः राजविद्याराजगुह्ययोगः इति कस्य अध्यायस्य नाम गीतायां नवमाध्यायस्य नाम अस्ति राजविद्याराजगुह्ययोगः दशमाध्यायस्य नाम अस्ति विभूतियोगः एकादश अध्यायस्य नाम अस्ति विश्वरूपसन्दर्शनयोगः राजविद्याराजगुह्ययोगः इति उक्तमस्ति राजगुह्यम् इत्युक्ते गुह्यं गुह्यतमं शास्त्रम् इति उक्तमस्ति अस्मिन् अध्याये इदं शास्त्रं गुह्यतमम् इत्युक्ते सर्वैः न अवबुध्यते सर्वैः न अवगम्यते निगूढ अर्थाः सन्ति सर्वैः न अवगम्यते गीता किमर्थम् निगूढमस्ति चेत् सुजाता भगिनी भवती करोतु अग्रे रूपाणि वदतु उच्चैः पठत पञ्चमी विभक्तिः तत् शब्दः पुंलिङ्गे नपुंसकलिङ्गे च तस्मात् पञ्चमी विभक्ति ताभ्यां द्वितीयवचनं तेभ्यः बहुवचनम् अस्ति द्विवचनं तत् शब्दस्त्रीलिङ्गे तस्याः प्रथमा विभक्ति एकवचनमस्ति विभक्तिः सर्वनामशब्दस्य पञ्चमी विभक्ति अस्ति तस्याः पञ्चमी एकवचनमस्ति पञ्चमी द्विवचनं ताभ्यां पञ्चमी बहुवचनं ताभ्यः स्त्रीलिङ्गे स्त्रीलिङ्गे अत्र भेदः अस्ति पुंलिङ्गे नपुंसकलिङ्गे तेभ्यः स्त्रीलिङ्गे ताभ्यः अग्रे एतत् शब्दः पुंलिङ्गे नपुंसकलिङ्गे च पञ्चमी विभक्ति एकवचनमस्ति एतस्मात् द्विवचनमस्ति एताभ्यां बहुवचनम् एतेभ्यः बहुवचनम् अस्ति एतत् शब्दस्त्रीलिङ्गे एतस्याः एकवचनमस्ति एताभ्यां द्विवचनमस्ति एताभ्यः बहुवचनमस्ति स्त्रीलिङ्गे उत्तमम् पुंलिङ्गे नपुंसकलिङ्गे एतेभ्यः किन्तु स्त्रीलिङ्गे एताभ्यः अग्रे किं शब्दः पुंलिङ्गे नपुंसकलिङ्गे च एकवचनमस्ति कस्मात् द्विवचनं काभ्यां बहुवचनं केभ्यः किं शब्दः स्त्रीलिङ्गे कस्याः एकवचनमस्ति काभ्यां द्विवचनमस्ति काभ्यः बहुवचनमस्ति किं शब्दस्य स्त्रीलिङ्गरूपाणि स्त्रीलिङ्गे रूपं भिन्नम् अस्ति इति स्मर्तव्यः अंशः अग्रे करोतु सर्वशब्दः पुंलिङ्गे नपुंसकलिङ्गे च सर्वस्मात् एकवचनमस्ति सर्वाभ्यां द्विवचनमस्ति सर्वेभ्यः बहुवचनमस्ति सर्वशब्दस्त्रीलिङ्गे सर्वस्याः एकवचनमस्ति सर्वाभ्यां द्विवचनमस्ति सर्वाभ्यः बहुवचनमस्ति स्त्रीलिङ्गे पञ्चमी विभक्तिरूपाणि उत्तमं किमपि नूतनं नास्ति अथवा किमपि नवीनं नास्ति इमानि रूपाणि पौनःपुन्येन पठनीयानि पौनःपुन्यम् इत्युक्ते पौनः सेवरल् टैम्स् तदेव पौनःपुन्यम् इति पदमस्ति पौनःपुन्यम् इति तद्धितप्रत्ययः उत्तमं पुनः पुनः इत्यस्य भावः एव पौनःपुन्यम् इमानि रूपाणि पौनःपुन्येन वक्तव्यानि अथवा पठनीयानि तदानीम् एव रूपाणि मनसि तिष्ठन्ति अग्रे श्लोकाः सन्ति श्लोकानां प्रसङ्गे आगामिनि सप्ताहे तेषां चिन्तनं करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः धन्यवादाः।